गुरुब्रह्म गुरुविष्णुगुरुदेवमहेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र गुरुत्वं तत्र गुरुत्वम् इति आद्यपतनस्य कारणम् असमवायिकारणं नाम गुरुत्वमिति गुणः अतः तत्र असमवायिकारणं भवति तत्र आद्यपतनस्य इति वयं दृष्टवन्तः तर्हि तत्र गतवर्गे वयम् एकं करपत्रं पठितवन्तः यस्मिन् तत्र क्रिया आद्यपतनक्रिया तत्र कथं तत्र कारणं भवति इति नाम व्यापारः इति उक्तं तस्मिन् विषये वयं करपत्रं पठितवन्तः अद्य तत्र अन्यत् करपत्रमस्ति लघु एव करपत्रमस्ति तत्र गुरुत्वलक्षणे तत्र किं किम् अस्ति तस्मिन् विचारे किञ्चित् तत्र स्पष्टीकरणार्थम् एकं लघु करपत्रं तत्र स्वरूपमहोदयेन रचितमस्ति तद् पठितुं शक्नुमः किन्तु आदौ तत्र विचारः तत्र गुरुत्वलक्षणे तत्र किम् अस्ति इति तत्र किञ्चित् पश्यामः तर्हि अस्तु अद्य तत्र गतवर्गे तत्र समस्या आसीत् तत्र ऐपाड् कनेक्षन् सम्यक् नासीत् इति कृत्वा तत्र वीडियो न प्राप्तं किन्तु अद्य समीचीनम् इति भाति अतः तत्र सर्वं दृश्यते इति मन्ये अस्तु तर्हि तत्र मृणालिनी भगिनी नमस्कारः तर्हि तत्र नमस्कारः भगिनि तर्हि तत्र शोभाभगिनी आरम्भं करोति वा तत्र गुरुत्वलक्षणे अपूर्वविचारः इति अस्तु महोदय तत्र पूर्वस्मिन् वर्गे करपत्रं नम्बर् 13 पठितं खलु महोदय तत् पठितं भगिनि तत् पठितम् अस्तु तत् पठितवती सः विषयः अत्र न आगच्छति तत्र केवलं तत्र व्यापारः इति पदस्य आयोजनं किमर्थम् अपि तत् कथं सार्थकम् इति तत् समीचीनं वा इति तस्मिन् विषये आसीत् तावदेव अस्तु अस्तु तर्हि इदानीं गुरुत्वलक्षणे अपूर्वः विचारः इति अपूर्वः इत्युक्ते यत् पूर्वं न एतावत् तादृशलक्षणे तादृशं न दृष्टम् इति न दृष्टं तानि लक्षणानि वयं दृष्टवन्तः किन्तु तेषु कस्मिंश्चित् अपि लक्षणे एतादृशविचारः नासीत् इति अस्तु तत्र अपि च तत्र गुरुत्वलक्षणम् इति पठितं न न पूर्वं न गुरुत्वलक्षणे इति पूर्वं बहु पूर्वं दृष्टवन्तः नाम तत्र यद् लक्षणम् अस्ति तत्र गुरुत्वलक्षणे आद्यपतन असमवायिकारणं गुरुत्वं पृथ्वी जलवृत्ति इति तदेव असमवायिकारणम् आद्यपतन असमवायिकारणं गुरुत्वम् इति गुरुत्वम् अपि पृथिव्याम् अस्ति जले अस्ति अन्येषु द्रव्येषु नास्ति केवलं पृथिव्यां जले जलवृत्ति एव इति अस्तु इति इति समीचीनम् अस्तु महोदय तदेव अत्र अपेक्षितम् अन्यत् किमपि अत्र न अपेक्षितम् अस्तु अस्तु तत्र व्याख्यादिलक्षणेषु वायु आदि वायुवादिलक्षणेषु रूपरहितत्व अनुपादने रूपरहितत्व अनुपादाने अन् उपादाने इति रूपरहितत्व अन् उपादाने को दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वदेव समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे च समवाय अवच्छिन्नत्व तादात्म्य अवच्छिन्नत्वयोः तत्र तत्र निवेशस्य प्रयोजनं निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते तत्र फुट्नोट् अस्ति मूलग्रन्थोपपादने वयमपि चिन्तयामः इति अस्तु. तद्वदेव च तद्वदेव च आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न छिन्न कारणता आश्रयत्वमिति निरूपिते गुरुत्वलक्षणे अपि कार्यतायां कारणतायां च समवायसम्बन्ध अवच्छिन्नत्वनिवेशनप्रयोजनं चिन्त्यम् अस्तु. तर्हि तत्र त्रीणि लक्षणवाक्यानि न लक्षणवाक्यानि त्रीणि नास्ति न सन्ति किन्तु एकमेकम् इत्वा पठामि महोदय. तत्र वायु आदि लक्षणेषु इत्युक्ते तत्र पृथिवी तत् नास्ति अस्तु. वायु आदि लक्षणेषु रूपरहितत्वात् अस्तु वायोः रूपं न रूपरहितत्वं रूपं नास्ति हा रूप नास्ति इति इत्युक्ते नास्ति इत्येव खलु महोदय रूपं नास्ति इति अस्तु. हा रहितत्वात् रहितत्व अनुपादाने इति उपादाने नाम नास्ति इति हा उपादाने नाम वदामः अनुपादाने नाम तत्र न वदामः न वदामः इति न उपरहितत्व अनुपादाने उपरहितत्वम् इति यदि न वदामः को दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वदेव समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे च समवाय अवच्छिन्न तादात्म्य अवच्छिन्न चिन्नत्वयोः तादात्म्य अवच्छिन्नत्वयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते. नाम तत्र वाक्यस्य अर्थः नाम तत्र विश्लेषणम् अग्रे कुर्मः केवलं न लिटरल् लिटरल् मीनिङ्ग् नाम किं वदति तद् इदानीं प्रथमतया पश्यामः. अस्तु तदनन्तरं नाम प्रयोजनं नाम किम् एतत् सर्वं कथं प्रयोजनम् अग्रे पश्यामः किन्तु इदानीं तत्र लिटरलि किम् उक्तं तत् प्रथमतया पश्यामः. तत्र किं वायुवादिलक्षणेषु तत्र रूपरहितत्वम् इति अनुपादाने इत्युक्ते न उक्तं चेत् दोषः कः भवति इति कथं ज्ञातुं शक्नुमः इत्युक्ते दलप्रयोजनम् इति दलप्रयोजनं यथा चिन्त्यते को दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वदेव इत्युक्ते तत्र दलप्रयोजनं कथं चिन्तितवन्तः महोदय तत्र केवलं तत्र विषयः नाम विषयः कः इति उद्घाटनं वायुप्रयोजनम् इति विषयः दलप्रयोजनमिति विषयः इति विषयः अस्तु. तद्वदेव अग्रे किं कुर्मः इति चेत् समवायिकारणत्वलक्षणे अपि च असमवायिकारणत्वलक्षणे च समवाय अवच्छिन्नत्व तादात्म्य अवच्छिन्नत्वयोः इति इदानीं द्वे स्वीकृतम् तर्हि तत्र समवाय अवच्छिन्नत्वम् अपि च तादात्म्य अवच्छिन्नत्वम् इति स्वीकृतम् इदानीं तयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रादये चिन्त्यते सम्प्रदायः कः इत्युक्ते निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते. निवेशस्य प्रयोजनम् इति न अवगतं महोदय. नाम पूर्वं किमुक्तं नाम यदि रूपरहितत्वम् इति न वदामश्चेत् कः दोषः भवति इति इति एव धलप्रयोजनम् इति आसीत्. नाम तत्र लक्षणवाक्ये रूपरहितत्वम् इति एकः भागः वर्तते. सः भागः नास्ति चेत् लक्षणं सम्यक् भवति न वा इति योजितवन्तः. लक्षणं सम्यक् न भवति तत्र दलप्रयोगः नास्ति चेत्. तथैव तथैव अत्र तत् कुत्र तादृशं चिन्तनमासीत् इत्युक्ते महोदय तत्र रूपरहितवान् स्पर्शवान् अपि वायुः इति दृष्टवान्. केवलं रूपरहितराहित्यम् इति न स्पर्शवान् अपि भवेत् इति दलप्रयोजनम् अस्ति तत्र. समीचीनं भगिनि. तर्हि तत्र रूपरहितः अथ रूपरहितवान् स्पर्शवान् समीचीनं स्पर्शवान् वायुः अतः केवलं स्पर्शवान् वायुः इति वदामश्चेत् तत्र दोषः अतिव्याप्तिः भवति. अतः अपि च केवलं स्पर्शवान् इति चेदपि अतिव्याप्तिः भवति. अतः तत्र रूपरहितः इति दलं रूपरहितः इति एकं दलं स्पर्शवान् इति अन्यदलम् नास्ति चेत् दोषः भवति इति. अतः दलद्वयमपि आवश्यकम् आवश्यकम् इति. अतः दलस्य प्रयोजनं वर्तते वर्तते इति चिन्तनं पूर्वम् आसीत्. आम् तद्वदेव इदानीं तत्र वायोः लक्षणे तादृश वायोः लक्षणे इदानीं कस्य लक्षणे चिन्तनं समवायिकारणत्वलक्षणे अपि च असमवायिकारणत्वलक्षणे. असमवायिकारणं नाम किम् अपि समवायिकारणं नाम किम् इति यदि तस्मिन् विषये वयं चिन्तयामः तस्य लक्षणं किम् इति चिन्तयामः तत्र अपि समवायसम्बन्धावच्छिन्न अथवा तादात्म्यसम्बन्धावच्छिन्न इति तत्र वक्तव्यं वा तत्र तस्य प्रयोजनं वर्तते वा इति तत्र तस्य प्रयोजनं अस्ति न वा इति सम्प्रदाये चिन्तनम् अस्ति चिन्त्यते सम्प्रदाये नाम न्यायसम्प्रदाये तादृशचिन्तनं कृत्वा एव तत्र लक्षणवाक्यं वदन्ति. केवलं तत्र सर्वं सर्वं तत्र दोषराहित्यं भवति इति सर्वं तत्र परीक्षां कृत्वा एव तत्र लक्षणवाक्यम् इति दीयते. आं खलु. अतः तत्र तस्य प्रयोजनं किम् इति तस्मिन् विषये चिन्तनम् अस्ति. अतः तत्र अस्तु तद्वदेव अग्रे इदानीं तद्वदेव च आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वम् इति निरूपिते गुरुत्वलक्षणे अपि कार्यतायां कारणतायां च तत्र निरूपिते गुरुलक्षणे इति गुरुत्वलक्षणे निरूपिते गुरुत्वलक्षणे अपि विशेषविशेषणं निरूपिते गुरुत्वलक्षणं गुरुत्वलक्षणं निरूपितं तस्मिन् निरूपिते लक्षणे लक्षणे कार्यतायां कारणतायां च समवायसम्बन्ध अवच्छिन्नत्वनिवेशनप्रयोजनं चिन्त्यम् अस्तु. तद् अस्तु तथा एव तद्वदेव आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्न कार्यता आद्यपतननिष्ठ निष्ठा इत्युक्ते उपरि गमनम् इदानीम् आद्यपतनं तदनन्तर तस्य निष्ठ उपरि गमनं समवायसम्बन्ध अवच्छिन्न कार्यता नाम तत्र लक्षणवाक्यम् इति अस्ति. लक्षणवाक्यस्य अर्थः इदानीं मास्तु किन्तु लक्षणवाक्यम् अस्ति. कस्य लक्षणं वाक्यं गुरुत्वलक्षणं तस्मिन् किं लक्षणे कार्यतायां कारणतायां च समवायसम्बन्ध अवच्छिन्न अवच्छिन्नत्व निवेशनप्रयोजनं चिन्त्यम् अस्तु. तर्हि तदेव दलद्वयं वा तत्र महोदय अत्र समवायसम्बन्धावच्छिन्न इति अस्ति कार्यतायाः खलु कार्यतायां कारणतायां निवेशनप्रयोजनम् इति वा? हा, अतः तत्र एतत् पदद्वयं नाम अस्ति खलु, भागद्वयं समवायसम्बन्ध अवचिन्न इति द्विवारम् आगच्छति खलु, तत् आवश्यकं वा इति प्रश्नः. अस्तु अस्तु, नाम यदि तर्हि तत्र तद् नास्ति चेत् तत्र गुरुत्वलक्षणं किं भवति? आद्यपतननिष्ठा, आद्यपतननिष्ठा समवायसम्बन्ध अवच्छिन्न त्यजामः खलु तर्हि त्यजामः इत्युक्ते सम्पूर्णं न भवति तत्र सः एव प्रश्नः. तर्हि केवलम् एकं वारं पठतु तर्हि तत्र तत्र तत्र आद्यपतन ततः आद्यपतननिष्ठा समवायसम्बन्ध त्यजामः खलु, अतः यदि त्यजामः अहं पुस्तकात् पठन्ती अस्मि महोदय, एकक्षणं तत्र पश्यामि हैलैट् किं कृतम् इति. अस्तु, तत्र समवायसम्बन्ध अवच्छिन्न इति एकः भागः, तत् द्विवारम् आगच्छति. अतः तस्य तत्र द्विवारं किमर्थम् आगच्छति? आगच्छति कार्यता अस्ति, द्वितीयभागे कारणता अस्ति, द्वयोः अपि आवश्यकता अस्ति इति अस्ति वा इति प्रश्नः अस्ति वा इति पश्यामः. अतः यदि त्यजामः, यदि एतत् अपि त्यजामः एतदपि त्यजामः तर्हि तत्र गुरुत्वलक्षणं किं भवति? केवलम् आद्यपतननिष्ठ कार्यता निरूपितकारणता इति भवति, कारणता आश्रयत्वम् इति भवति आद्यपतननिष्ठा कार्यता निरूपितकारणता इति एव यदि वदामः तर्हि दोषः भवति वा इति अत्र प्रश्नः. अस्तु अस्तु, इति विषयः अस्माकं विषयः नाम तत्र यदा तत्र लक्षणं वदामः तत्र बहुवारं वदामः तर्हि तत्र विना चिन्तनेन वदामः, किन्तु कुत्रचित् तत्र लघ्वीकृत्वा अपि समीचीनं भवति वा इति तस्मिन् विषये अपि चिन्तनं भवतु इति तावदेव. नाम यद्यद् वदामः तत्र तत्र तस्य महत्त्वं भवेत् इति, नाम तत्र नैयायिकानां प्रत्येकपदस्य महत्त्वं भवेत्, नो चेत् तत् पदं न वक्तव्यम् इति. यथा तत्र पाणिनेः सूत्रेषु तथैव खलु, नाम तत्र प्रत्येकपदस्य महत्त्वम् अस्ति, प्रत्येकवर्णस्य महत्त्वम् अस्ति, लघु अस्ति इति लाघवार्थम्. अत्र अपि तत्र यत् वदामः तद् दीर्घवाक्यमपि अस्ति चेत् तत्र तस्य महत्त्वं भवति, तत्र कोऽपि भागः किमपि भागं निष्कास्य कमपि भागं निष्कास्य वक्तुं शक्नुमश्चेत् सम्यक् भवति चेत् तद् मास्तु त्यजामः इति. अतः तत्र आवश्यकता इति द्रष्टव्यः द्रष्टव्या भवति. अतः तत्र प्रथमतया तत्र समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे तत्र समवाय अवच्छिन्नत्वं तादात्म्य अवच्छिन्नत्वं तद् आवश्यकं वा इति तत्र किञ्चित् पश्यामः, तदनन्तरं तत्र गुरुत्वलक्षणे किम् इति चिन्तयामः. तर्हि तत्र पूर्वं वयं दृष्टवन्तः तत्र, किन्तु अत्र एव चित्रं स्थापयामि तत्र. तर्हि तत्र वयम् अस्माकं तत्र बहुवारं चिन्तितम् एतदेव, तर्हि तत्र सर्वे जानन्ति इति मन्ये. तर्हि तत्र घटः, कपालः, तर्हि कपालः, तर्हि तत्र इदानीम् उषा भगिनी, तर्हि तत्र घटस्य समवायिकारणं किम् अस्ति? कपालः. कपालः, तर्हि तत्र वाक्यं वदतु, तत्र कपालः तत्र कथं घटं जनयति इति अस्माकं. कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घट कार्यता जनयति घटं जनयति. समीचीनं समीचीनं. हा तर्हि समीचीनं भगिनि. तर्हि तत्र घटः कार्यं घटः कार्यं कारणं कपालः कपालः कारणं कपालः अधिकरणमपि कपालः. नाम कपालः द्विवारम् आगच्छति, एकवारं कारणरूपेण आगच्छति, एकवारम् अधिकरणरूपेण आगच्छति. नाम समानाधिकरण्यं भवेत् तत्र कारणकार्ययोः इति. इदानीं तत्र कारणस्य अवच्छेदकः कः अस्ति? कारणतायाः अवच्छेदकः कारणतायाः अवच्छेदकः तादात्म्यसम्बन्धः. तर्हि अत्र सम्बन्धः अस्ति तादात्म्यं. तत्र तादात्म्यं तादात्म्यसम्बन्ध अवच्छिन्नकारणतानिरूपित कार्यताया आश्रयः समवायसम्बन्धेन अवच्छिन्न कार्यतायाः आश्रयत्वम् आश्रयत्वं तत्र घटे वर्तते. घटे घटे वर्तते हा. किन्तु कारणत्वम् इति वक्तुमिच्छामश्चेत् तत्र विपरीतदिशि समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न आश्रयः कपालः अथवा आश्रयत्वं कपाले तत्र घटस्य समवायीकारणम् इति. तर्हि तत्र तर्हि अत्र समवायीकारणम् अत्र समवायीकारणं कारणम् इदानीं तत्र पुनः तत्र कपालसंयोगः इति चिन्तयामः. घटः कपालः तर्हि कपालसंयोगः कपाले केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते. अपि घटः अपि घटः अपि समवायसम्बन्धेन वर्तते. समवायसम्बन्धेन तदेव असमवायीकारणम् इति. एतत् असमवायीकारणम् एतत् समीचीनम्. असमवायीकारणं कारणम् इति एतत् जानीमः. बहुवारं वयं पठितवन्तः. तर्हि तत्र अत्र अस्ति कारणम् अत्र अस्ति कार्यं तर्हि तत् अत्र अस्ति कार्यता. घटे कार्यता वर्तते, अत्र कारणता वर्तते. अपि तयोः मध्ये निरूप्यनिरूपकभावः अस्ति. अस्तु अस्तु तत्रापि लिखामः तत्र कारणता कार्यता. अत्र न्यायशास्त्रे एतादृशं चित्रं लिखामश्चेत् एव तत्र अस्माकं मनसि सर्वे अंशाः आगच्छन्ति. नो चेत् तत्र अस्तु तत्र कपालः घटस्य कपालस्य घटस्य समवायिकारणम् इति एव वदामः. किन्तु यदि वदामः स्पष्टता आवश्यका चेत् एतत् सर्वं लिखामश्चेत् सुलभः भवति. अस्तु इदानीं तर्हि अत्र अस्माकं मूलप्रश्नः तत्र शोभभगिन्या पठितं यत् भागं तत्र तस्मिन् भागे प्रश्नः किम् अस्ति इत्युक्ते तत्र वदतु भगिनि. पूर्वम् एतत् वाक्यं पूर्णं वयं वदामः वा असमवायिकारणमिति? धन्यवादः. सत्यं सत्यं. तर्हि भवती एव वदतु भगिनि, मृणालिन् भगिनि. तर्हि असमवायिकारणस्य वदतु. तत्र कारणता कार्यता, तर्हि घटे कार्यता कपालसंयोगः कारणता वर्तते संयोगे कारणता तर्हि कपालसंयोगः कपाले समवायसम्बन्धेन तर्हि आरम्भः कुत्र करोमि समीचीनभगिनी तत्र वाक्यद्वयं वयं जानीमः वक्तुं प्रथमः अस्ति यथा भवत्या उक्तं कपालसंयोगः समवायसम्बन्धेन कपाले स्थित्वा इति आरम्भं हा तर्हि तादृशं वाक्यं कपालसंयोगः समवायसम्बन्धेन कपाले स्थित्वा समवायसम्बन्धेन कार्यम् अर्थात् घटं जनयति हा इति उत्तमं भगिनि हा एतत् प्रथमा विधि हा द्वितीया विधि अस्ति तत्र साक्षात् लक्षणं नाम कारणता तत्र कपालसंयोगे कारणता अस्ति सा कारणता कीदृशी नाम कारणता तत्र कपालसंयोगः कारणं कीदृशं कारणं तत् असमवायिकारणं तर्हि असमवायिकारणस्य लक्षणं किम् इति यदि पृच्छामः तदा किं भवति तत्र कार्यं समवायसम्बन्धेन अधिकरणे अस्ति अतः कार्यतायाः अवच्छेदकः कः कार्यतायाः अवच्छेदकः समवायसम्बन्धः समवायसम्बन्धावच्छिन्न समीचीनं हा तर्हि उषा भगिनी इदानीं वदतु भगिनि हा भवती जानाति हा तर्हि तत्र इतः आरम्भं नाम समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित कारणतायाः आश्रयः समवायसम्बन्ध अवच्छिन्न कारणतायाः आश्रयः कपालद्वयसंयोगः हा इति तर्हि तत्र वाक्यं कीदृशं भवति तत्र एकवारं लिखामः न तदा एव तत्र स्पष्टं भवति तर्हि तत्र समवायसम्बन्धावच्छिन्न कार्यता निरूपित तत्र समवायसम्बन्धावच्छिन्न कारणतायाः आश्रयत्वम् तत्र असमवायिकारणस्य लक्षणम् इति समीचीनं वा सर्वे अङ्गीकुर्वन्ति वा इति असमवायिकारणस्य लक्षणम् तत्र कपालेन वक्तव्यम् अन्ते अहं न उक्तवान् समीचीनं हा नाम कपालसंयोगे अस्ति हा एतत् तत्र केवलं कार्यता कारणता कीदृशी इति उक्ता तत्र तत्र कारणता कुत्र अस्ति कपालसंयोगे अस्ति तर्हि कारणं प्रति एव गन्तव्यम् अधिकरणम् अत्र नास्ति अवगतम् हा कारणता कीदृशी कारणता अस्ति समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणतायाः आश्रयत्वम् असमवायिकारणस्य लक्षणम् तादृश आश्रयत्वम् असमवायिकारणे वर्तते इति तर्हि अत्र प्रश्नः अस्ति यदि अत्र इदानीं प्रश्नः यदि तत्र समवायसम्बन्धावच्छिन्न इति त्यजामः अथवा अत्र त्यजामः अथवा अत्र त्यजामः कापि समस्या वर्तते वा इति दोषः भवति वा इति किं चिन्तनम् यदि अत्रापि त्यजामः अन्यथा तत्र समवायिकारणे अतिव्याप्तिः स्यात् अस्तु तर्हि तत्र किं त्यजामश्चेत् दोषः भवति प्रथमं समवायः वा द्वितीयसमवायः वा? तत्र आदौ तु कार्यता लिखितं किल, तर्हि प्रथम द्वितीयं द्वितीयं. शोभा भगिनी किं चिन्तनम्? कार्यता अपि कारणता, कार्यतायाः कारणेन एव कारणं सिद्ध्यति खलु महोदय, तर्हि तत्र समवायसम्बन्ध न वदामः, न वदामः चेत् तत्र तादात्म्य इति अपि आगन्तुं शक्नोति वा? तत्र भवति वा इति प्रश्नः, किन्तु तादात्म्य इति कुत्र भवितुम् अर्हति, अत्र वा अथवा द्वितीयभागे? प्रथमभागे भवितुम् अर्हति, समवायसम्बन्ध अवच्छिन्न इति उक्तं. तदनन्तरं किम् अस्ति? कार्यता, तदनन्तरं कार्यता भवति. तर्हि अस्तु, कार्यता तत्र ततः आरब्धं कृतं खलु महोदय? कार्यता इति एव आरब्धं, कार्यता इति एव आरब्धं, यतोहि कारणता इति अस्माकं लक्षणं लक्ष्यमासीत्. कारणता कीदृशी इति, कारणता असमवायि कारणता इति निरूपणीयं. तर्हि असमवायि कारणता कदा भवति? यदा द्वयोः अपि समवायकारणमेव भवति, समवायसम्बन्धः एव भवति, समवायसम्बन्धः एव भवति, नो चेत् न भवति, असमवायकारणमिति न सिद्ध्यति अन्ते. अस्तु, इदानीं तत्र कार्यता कार्यं केन सम्बन्धेन अधिकरणे वर्तते अत्र उदाहरणेषु? अत्र तत्र समवायसम्बन्ध अवच्छिन्न कार्यता निरूपितं, चित्रं दृष्ट्वा तत्र कार्यं केन सम्बन्धेन अधिकरणे वर्तते? कार्यं समवायसम्बन्धेन अधिकरणे वर्तते सर्वदा खलु, तत्र समवायकारणे समवायकारणे अपि वर्तते, असमवायकारणे समवायकारणे अपि असमवायकारणे अपि कार्यं समवायसम्बन्धेन वर्तते अधिकरणे. तर्हि तत्र भेदः कुत्र? तर्हि भेदः यत्र कारणं वर्तते तत्र भेदः. कारणं केन सम्बन्धेन अधिकरणे वर्तते तत्र एव भेदः. तदा तत्र तत्र समवाय इति न वदामः चेत् तादात्म्ये अपि भवितुम् अर्हति, तदा समवायकारणमेव भवति. तर्हि उत्तमं. तर्हि नीता भगिनी इदानीं वदतु, तर्हि तत्र यत्र यदि न समवायः इति न वदामः, यत्र वदामः तत् यत्र दोषः भवति यदि तत्र समवायः नास्ति चेत् वाक्ये, तर्हि अत्र त्यक्तुं शक्नुमः, अत्र त्यक्तुं शक्नुमः, कुत्र न वदामश्चेत् दोषः भवति? तत्र कार्यं कुत्र न वदामः चेत् दोषः भवति इति प्रश्नः, इति प्रश्नः. सत्यं सत्यं भगिनि, न वदामः चेत् दोषं भवति. तत्र समवायः इति न वदामश्चेत् असमवायिकारणम् इति तस् लक्षणं न भवति, किन्तु अतिव्याप्तिः भवति. न सम्यक् रीत्या न. अस्तु, अत्र कार्यता इति अस्ति. अस्तु, कार्यता सम्बन्धावचिनम् इत्युक्ते कार्यता केन सम्बन्धेन अधिकरणे अस्ति इति वदति खलु. यदि वयं वदामः समवायसम्बन्धावचिनकार्यता इत्युक्ते अर्थः कः? कार्यता समवायसम्बन्धेन अधिकरणे वर्तते इति अर्थः. कार्यं समवायसम्बन्धेन समवायसम्बन्धेन अधिकरणे वर्तते. उत्तमम्. इत्युक्ते तत्र घट, इदानीं घटः घट घट इति कार्यं तत् समवायसम्बन्धेन कपाले वर्तते, तत् एव खलु. अस्मिन् उदाहरणे समवायिकारणे अपि तादृशम् अस्ति, असमवायिकारणे अपि तादृशम् अस्ति खलु. अतः यदि समवायः इति न वदामः अत्र कार्यता प्राक्, तत्र अन्यत् किमपि स्थापितुं शक्नुमः वा? अत्र अतिव्याप्तिदोषः भवति वा, केवलम् उदाहरणद्वयं दृष्ट्वा असमवायकारणम् इति तस्य लक्षणं लिखितवन्तः, किन्तु यदि एतत् न वदामः एतत् अपि तत्र भवितुम् अर्हति वा इति प्रश्नः. यदि समवायः इति वदामः एतदपि भवितुम् अर्हति एतदपि भवितुम् अर्हति खलु, यतोहि कार्यता अत्रापि समवायसम्बन्धावच्छिन्नास्ति अत्रापि समवायसम्बन्धावच्छिन्ना इति अस्ति खलु. किन्तु न वदामः चेत् सम्यक् न भवति इत्युक्ते तस्य आवश्यकता अस्ति इति चिन्तयामि. अस्तु इति एकम् अस्तु. इदानीं कार्यकारणता इति तत्र किं का स्थितिः तत्र? अधुना कारणता इत्युक्ते तत्र अत्र समवायिकारणविषयकचिन्तने तत्र कारणं कपालः अस्ति, अत्र कारणं कपालसंयोगः अस्ति असमवायिकारणस्य चिन्तने कपालसंयोगः इति कारणम्. अधुना अत्र यदि न वदामः चेत् अपि तत्र समवायिकारणं भवति चेत् कपाल स्वस्मिन् एव तादात्म्यसम्बन्धेन तिष्ठति, तत्तु वयं जानीमः. अतः तत्र यदि समवायः इति वदामः तर्हि एतत् भवितुम् अर्हति किन्तु एतत् न भवितुम् अर्हति खलु. आम् आम्, कपालः इति कारणं न भवितुम् अर्हति यदि समवायः इति अस्ति. यदि समवायः इति त्यजामः नाम समवायसम्बन्ध अवच्छिन्ना इति समवायसम्बन्ध अवच्छिन्ना कारणता इति यदि वदामः तदा केवलम् एषः एव आगच्छति, कपालसंयोगः एव कारणरूपेण आगच्छति, कपालः कारणरूपेण न आगन्तुं शक्नोति यतोहि कपालः स्वस्मिन् तादात्म्यसम्बन्धेन सम्बन्धेन नाम सम्बन्धः अत्र तादात्म्यसम्बन्धः अत्र समवायः. अतः यदि समवायः इति अत्र न वदामः तत्र यदि एतत् अस्ति किन्तु एतत् नास्ति चेत् किं भवति, तदा समवायसम्बन्धावच्छिन्नकार्यता समवायः समवायः, किन्तु अत्र समवायः नास्ति चेत् एतदपि तत्र तस्य तद् भवितुम् अर्हति एतदपि भवितुम् अर्हति खलु. सत्यं सत्यं. हा अतः यदि वयं समवायः इति न वदामः समवाय इति पदस्य अनुपदाने अतिव्याप्तिः भवति समवायिकारणे, नाम एतत् असमवायिकारणस्य लक्षणं न भवति किन्तु समवायिकारणमपि तस्मिन् आगच्छति. आम् अतः यदि वयं समवायः इति न योजयामः दोषः भवति तत्र. तस्य एतस्य शब्दस्य आवश्यकता वर्तते अत्र. हा वर्तते इति दोषः वर्तते. हा इदानीं तत्र मृणलिनी भगिनी भवती वदतु तत्र एतादृशं वाक्यं यत्र समवायः अपि भवेत् तत्र. हा तत्र अस्तु अस्तु तत्र समवायिकारणस्य लक्षणम् एतादृशं वदतु भगिनि किम् अस्ति तत्र समवायिकारणस्य लक्षणं. यदा एतादृशमेव वाक्यम् किन्तु अस्तु समवायसम्बन्धावच्छिन्नकार्यता निरूपित निरूपितकारणता समवायसम्बन्धावच्छिन्ना अस्ति समवायकारणे. समवायकारणे तत्र कारणं केन सम्बन्धेन अधिकरणे वर्तते समवाय अत्र तादात्म्यसम्बन्धेन. हा तर्हि अत्र असमवायिकारणस्य लक्षणं दत्तम्, अहं पृच्छामि समवायिकारणम् असमवायिन स केवलं समवायिकारणस्य लक्षणम्. ओ समवायिकारणस्य लक्षणं यदा कार्यता अर्थात् समवायसम्बन्धावच्छिन्नकार्यता निरूपितकारणतायाः आश्रयत्वं तादात्म्यसम्बन्धेन कपाले वर्तते. हा किन्तु एतादृशमेव वाक्यं वदतु यथा अत्र दर्शितम्। अस्तु तर्हि अत्र समवायसम्बन्धावच्छिन्नकार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्नकार्य तादात्म्यसम्बन्धावच्छिन्नकार्यता कारणता कारणता उत्तमम् आश्रयत्वं किं वदामः समवायिकारणस्य लक्षणं हा उत्तमं भगिनि हा इति अस्ति अस्तु अतः तर्हि अस्माकं वाक्यं भवति समवायिकारणस्य लक्षणं किन्तु अत्र समवायसम्बन्धः इति त्यक्त्वा तत्र तादात्म्य इति तादात्म्यसम्बन्धावच्छिन्नकार्यता कारणतायाः लक्षणं कारणतायाः आश्रयत्वं कारणतायाः तत्र आश्रयत्वं समवायिकारणस्य लक्षणम् अस्तु इदानीं तर्हि शोभगिनी स्वशब्दैः इदानीं वदतु तत्र तादात्म्य इति आवश्यकं वा अपि समवायः आवश्यकं वा अपि किमर्थम् इति आं महोदय तत्र तादात्म्य इति इदानीं तत्र समवायिकारणस्य लक्षणवाक्यम् उक्तं यत्र तादात्म्य इति आगच्छेत् तदा एव तत्र समवायिकारणम् इति भवति इत्युक्ते कार्यं तु द्वित्रापि समवायसम्बन्धेन एव तिष्ठति अधिकरणे कपाले किन्तु केवलं समवायिकारणे कारणं तादात्म्यसम्बन्धेन तिष्ठति अतः समवायसम्बन्ध अवच्छिन्नकार्यता तु सम्यक् द्वित्रापि तदनन्तरं निरूपिता तादात्म्यसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति भवति चेदेव समवायिकारणं भवति नो चेत् तत्र दलद्वयं भवति इदानीं तत्र अपि च नो चेत् एकस्मिन् एव लक्षणे तादात्म्यम् इति यदि न वदामः केवलं सम्बन्धावच्छिन्न इति वदामः चेत् तत्र दलद्वयस्य निरूप किम् अभावेन तत्र एकस्मिन् एव लक्षणवाक्ये द्वयोः अपि प्रसक्तिः भवति हा उत्तमं भगिनि हा तर्हि तत्र यदि वयं तत्र तादात्म्यम् इति न वदामः किन्तु तत्र तद् अस्ति समवायिकारणस्य लक्षणम् इति वदामः तादात्म्यम् इति अनुक्त्वा तस्य अनुपादाने वाक्यं समवायिकारणस्य लक्षणवाक्यम् इति यदि अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति यतोहि तर्हि तत्र लक्षणवाक्यं न भवति एव यतोहि लक्षणवाक्ये दोषः भवति अतः लक्षणवाक्यं नास्ति न भवति यतोहि तत्र अतिव्याप्ति अपि च अव्याप्ति तत्सर्वं दोषराहित्यं भवेत् अन्यत् अपि अस्ति तृतीयम् आम् समीचीनं तत्र सम्भावना तत्र सम्भावना अतः अत्र कस्मिन् विषये तत्र अतिव्याप्तिः भवति असमवायिकारणे अतिव्याप्तिः भवति नाम असमवायिकारणमपि अन्तर्भूतः भवति अस्मिन् विवरणे अतः तत्र लक्षणे दोषः भवति दोषः भवति तथैव अत्र यदि वयं समवायः इति न वदामः असमवायिकारणे समवायसम्बन्धावच्छिन्नकारणता इति न वदामः केवलं सम्बन्धावच्छिन्नकारणता इति वदामश्चेत् तदा पुनः दोषः भवति अतिव्याप्तिदोषः कुत्र अतिव्याप्तिदोषः भवति समवायिकारणे भवति हा अस्तु इति तत्र सर्वे अवगतवन्तः खलु अत्र नाम तत्र तादात्म्यम् इति तस्य आवश्यकता वर्तते तस्य आवश्यकता अस्ति अत्र समवायः इति तस्यापि आवश्यकता अस्ति कोऽपि प्रश्नः अस्ति वा अत्र इदानीम् अतः तत्र वयम् एतत् अवगतवन्तः, नाम समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे समवाय समवायवच्छिन्नत्वम् अपि तादात्म्या इति अवच्छिन्नत्वम् इति तत्र प्रयोजनं वर्तते इति अवगतवन्तः खलु अत्र? आं महोदय. समवायकरणे तत्र तादात्म्यम् इति पदम् आवश्यकम् अस्ति, असमवायिकारणस्य लक्षणे समवायः इति तत्र कारणतायाः तत्र अवच्छेदकं समवायसम्बन्धः भवेत्, अतः तत्र तस्य आवश्यकता तस्य प्रयोजनं वर्तते. इदानीम् अत्र इति एतावत् साधारण असमवायकरणं समवायकरणस्य विषयः. इदानीं तत्र साधारण स्थितिः अत्र नास्ति, विशेषस्थितिः. अत्र गुरुत्वम् इति कारणं, फले गुरुत्वम् अस्ति इति कृत्वा फले आद्यपतनं भवति. गुरुत्वम् इति कारणम्, आद्यपतनम् इति कार्यम्. आद्यपतनं समवायसम्बन्धेन अधिकरणे वर्तते, गुरुत्वमपि तत्र गुणः इति कृत्वा समवायसम्बन्धेन पदे वर्तते, द्रव्ये वर्तते. गुरुत्वं कारणम्, आद्यपतनं कार्यं. गुरुत्वम् आद्यपतनस्य कीदृशं कारणं, समवायीकारणं वा असमवायिकारणं वा? असमवायि नाम समवायसम्बन्धः, तत्र कारणं समवायसम्बन्धेन वर्तते इति कृत्वा वयं जानीमः तत्र असमवायिकारणम् अस्ति इति. अतः इदानीम् अत्र प्रश्नः अस्ति, असमवायिकारणम् इति जानीमः तर्हि एतादृशवाक्यमेव भवेत्. तत्र आद्यपतनिष्ठ, आद्यपतने कार्यता वर्तते, आद्यपतन तत्र चित्रं भवेत्. तर्हि आद्यपतन पतनं तत्र कार्यता, तत्र कारणता कीदृशी इति वक्तुम् इच्छामः. तर्हि इतः आरभ्य ततः गन्तव्यम्, अतः आद्यपतननिष्ठकार्यता. किन्तु सा कार्यता कीदृशी? समवायसम्बन्धावच्छिन्नकार्यता, तया निरूपित कारणता. कारणता कीदृशी? समवायसम्बन्धावच्छिन्नकारणता. तस्य आश्रयत्वं गुरुत्वलक्षणम्. गुरुत्वं कारणमस्ति, असमवायिकारणमस्ति. तर्हि तस्य लक्षणमस्ति कारणता आश्रयत्वम् इति. तर्हि तत्र समवायसम्बन्धावच्छिन्न, अत्रापि समवायसम्बन्धावच्छिन्न इति, यतोहि समवायसम्बन्धः तत्र स्थलद्वये अपि वर्तते, कारणे कार्ये अपि. अतः तत्र इति अस्ति, किन्तु अस्माकं प्रश्नः किमस्ति? तत्र समवायसम्बन्धावच्छिन्नत्वनिवेशनप्रयोजनं चिन्त्यम्. कुत्र कुत्र निवेशनं? कारणतायां निवेशनं, कार्यतायामपि निवेशनं. नाम यदि एतद् न वदामः, एतदपि न वदामः, तर्हि तथापि तत्र किम् असमवायकारणमेव भवति वा अत्र? अथवा अन्यत्र दोषः, अन्यत्र अतिव्याप्तिः भवति वा, दोषः आगच्छति वा इति तस्मिन् विषये चिन्तनं भवेत् इति एषः परिच्छेदः वदति. द्वे अपि न वदामः चेत् इति वा महोदय? तत्र द्वे अथवा एकं निष्कासयामः वा इति. अतः तत्र द्वयोः प्रयोजनं वर्तते इति परिशीलनं करणीयम्. तत्र एकस्य आवश्यकता अस्ति, अन्यस्य नास्ति, अथवा द्वयोः अपि आवश्यकता अस्ति, अथवा द्वयोः आवश्यकता नास्ति. अतः तत्र उत्तरं प्राप्तव्यं. किन्तु प्रश्नः प्रयोजन इति विषये चिन्त्यताम् इति अस्ति. अतः तत्र तस्मिन् विषये इदानीम् अग्रे चर्चा भवति. अस्तु, हा, तर्हि तत्र प्रश्नः कः इति अवगतः खलु? प्रश्नः अवगतः खलु? हा अस्तु, तर्हि इदानीं तर्हि तत्र उषा भगिनी अग्रे पठति वा समवायसम्बन्धस्य द्वितीयपरिच्छेदः. समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्ववत् आद्यपतनत्वरूपधर्मस्यापि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्ववत् आद्यपतनत्वरूपधर्मस्यापि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. एवं कारणतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादेन आद्यपतनानुपादाने आमां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित किञ्चित् सम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् इति गुरुत्वलक्षणं स्यात्. तथा सति समवायीकारणे कन्दुके अतिव्याप्तिः. तावत्पर्यन्तम् अस्तु चिन्तयामः भगिनि. समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्ववत् आद्यपतनत्वरूपधर्मस्यापि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. यतोहि आद्यपतनम् इति कार्यं गुरुत्वम् इति कारणम् इति वयं पूर्वं दृष्टवन्तः. गुरुत्वं समवायसम्बन्धेन फले अस्ति, फले स्थित्वा आद्यपतनम् इति समवायसम्बन्धेन आद्यपतनम् इति कार्यं जनयति. अत्र समवायसम्बन्धात् कार्यतायाम् अवच्छेदकत्ववत् अवच्छेदकत्ववत् अत्र सदृशम् समीचीनम् अवच्छेदकत्वं यथा अस्ति समवायसम्बन्धः यथा अवच्छेक यथा अस्ति अवच्छेदकः अस्ति तथैव तथैव आद्यपतनत्वरूपधर्मस्यापि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम् यत् तर्हि वयं दृष्टवन्तः. तथा आद्यपतनत्वकार्यस्य धर्मस्यापि अवच्छेदकत्वम् आवश्यकम्. हा तर्हि तत्र अवच्छेदकत्वं कस्य अवच्छेदकत्वं भवति इदानीं नाम कस्य अवच्छेदकः नाम तत्र समवायसम्बन्धः अवच्छेदकः अस्ति खलु, कस्य अवच्छेदकः अस्ति? कार्यतायाम् अवच्छेदकत्वात् आद्यपतनरूपधर्मस्य आरम्भतः भगिनि नाम तत्र वयं समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वत् अवच्छेदकत्ववत् इति अस्ति तत्र. तर्हि तत्र किम् उक्तम्? यत् वयं पूर्वं दृष्टवन्तः समवायसम्बन्ध कार्य अवच्छेदकत्ववत् समवायसम्बन्ध अवच्छेदकत्वम् इत्युक्ते समवायीकारणे न समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्ववत् सो समवायसम्बन्धस्य कार्यता अस्ति चेत् तस्य अवच्छेदकम् न नाम तत्र इदानीम् अस्माकं विषयः अस्ति तत्र समवायिकारणम् असमवायिकारणं खलु इति पूर्वं दृष्टवन्तः. इदानीं तत्र गुरुत्वम् इति कीदृशकारणम् अस्ति? गुरुत्वम् आद्यपतन आद्यपतनस्य समवायसम्बन्धेन न कीदृशकारणं, समवायिकारणं वा असमवायिकारणं वा? गुरुत्वम् इति असमवायिकारणम् असमवायिकारणम् तत् कथं जानीमः गुरुत्वम् इति असमवायकारणम् इति? यतोहि कारणं समवायसम्बन्धेन अधिकरणे इति. उत्तमं, समीचीनं. तर्हि समवायसम्बन्धेन गुरुत्वम् अधिकरणे अस्ति इति तत्र कथं वदामः वयं? कारणता केन अवच्छिन्ना इति वदामः? कारणता समवायसम्बन्धेन अवच्छिन्ना इति वदामः. उत्तमं, तर्हि कारणता समवायसम्बन्धाय सम्बन्धेन अवच्छिन्ना अथवा इति वदामः, अथवा यदि प्रश्नः अस्ति कारणतायाः अवच्छेदकः कः इत्युक्ते तत्र उत्तरं किं भवति? कारणतायाः अवच्छेदकः समवायसम्बन्धः, समवायसम्बन्धः एव अवच्छेदकः. अवच्छेदकः समवायसम्बन्धः अवच्छेदकः छेदकः सम्बन्धेन अवच्छिन्ना अस्ति कारणता. तर्हि अवच्छिन्ना अस्ति कारणता, अवच्छेदकः तत् करोति, अवच्छेदक अवच्छेदं करोति सम्बन्धः. अतः अवच्छेदकः सम्बन्धः, समवायसम्बन्धः अवच्छेदकः, कारणता अवच्छिन्ना. तथैव तथैव कार्यता कीदृशी तत्र? केन अवच्छिन्ना कार्यता? कार्यता समवायसम्बन्धेन अवच्छिन्ना. अवच्छिन्ना, तर्हि कारण कार्यतायाः अवच्छेदकः कः? समवायसम्बन्धः, समवायसम्बन्धः एव, समवायसम्बन्धः एव कार्यतायाः अवच्छेदकः. अस्तु, अवच्छेदकः अस्तु. इदानीं कार्यतायाः अवच्छेदकत्वं कस्य अथवा कस्मिन् अस्ति? कार्यतायाम् अवच्छेदकः समवायसम्बन्धे अस्ति. तदेव अत्र उक्तम्, अन्यरीत्या उक्तं तावदेव. समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वम् अस्ति, यथा अस्ति तद्वत्. नाम तत्र समवायसम्बन्धः अपि कार्यता, तयोः मध्ये अवच्छेदकः अवच्छेच्छेद्य इति तत्र तादृशसम्बन्धः अस्ति. तथा अवच्छिन्ना इति वदामः, समवायसम्बन्ध अवच्छिन्न कार्यता इति वदामः. तत्र अवच्छेदकत्वं समवायसम्बन्धस्य अवच्छेदकत्वं कस्मिन् विषये अस्ति? कार्यतायां, कार्यता विषये अस्ति. अतः तत्र अवच्छेदकत्वं समवायसम्बन्धस्य अवच्छेदकत्वं यथा कार्यतायाम् अस्ति, अथवा कार्यतायाः अवच्छेदकः समवायसम्बन्धः यथा अस्ति तथा एव आद्यपतनत्व रूपधर्मस्यापि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. न आद्यपतनं इति कार्यस्यापि तुल्य कार्यम् इति अत्र विषयः नास्ति, कार्यता इति विषयः. कार्यता, तर्हि तत्र कार्यता इति अस्ति, कार्यता आद्यपतने अस्ति, समीचीनं. तत्र पतने अस्ति, कार्यता इति पतने अस्ति. एषा कार्यता समवायसम्बन्धावच्छिन्ना अस्ति. सम्बन्धावच्छिन्ना अस्ति, अपि तत्र एषा कार्यता कुत्र कुत्र अस्ति? एषा कार्यता पतने अस्ति खलु, पतने अस्ति, अन्यत्र नास्ति खलु, अन्यत्र नास्ति, नाम घटे नास्ति, तत्र रूपे नास्ति, अन्यत्र कुत्रापि नास्ति, केवलं पतने अस्ति. अतः सा सीमिता अस्ति, पतनत्वम् इति धर्मेण सीमिता अस्ति. यत्र पतनत्वं नास्ति तत्र खलु पतनत्वं नास्ति, पतनत्वम् इति धर्मेण सीमितं भवति. अतः पतनत्वम् इति अपि अतः पतनत्वम् इति अपि अवच्छेदकं भवति कार्यतायाः नाम पतनत्वम् इति अपि सीमां रचयति कुत्र कुत्र एषा कार्यता भवितुम् अर्हति इति अतः कार्यता पतनत्वावच्छिन्नकार्यता अपि समवायसम्बन्धावच्छिन्नकार्यता इति वक्तुं शक्नुमः एतादृशं वयं पूर्वं दृष्टवन्तः पूर्वं समवाय यथा समवायसम्बन्धः कार्यतायाम् अवच्छेदकत्वं तथा एव पतनत्वम् अपि अवच्छेदकं भवति अवच्छेदकत्वम् आवश्यकम् तस्य अपि आवश्यकता वर्तते नाम इति उक्तं तत्र एतादृशं वयं पूर्वं दृष्टवन्तः तत्र यदि अहं स्क्रोल् करोमि तत्र क्लेशः भवति किन्तु एतादृशं चित्रम् अहं वदामि तत्र पुस्तके बहुवारं नाम तत्र यदि पेज् 90 गच्छति तत्र परत्वम् अपरत्वम् इति अस्ति तत्र विशेष्यता प्रकारता तत्र परतत्वावच्छिन्ना अपरतत्वाव मैत्रत्वावच्छिन्ना इति अपि उक्तवन्तः तत्र तथैव अत्र कार्यता पतने अस्ति तत्र मैत्री आसीत् तत्र मैत्रत्वावच्छिन्ना इति उक्तवन्तः विशेष्यता तथैव अत्र पतने निष्ठकार्यता पतनत्वावच्छिन्नकार्यता समवायसम्बन्धावच्छिन्ना कार्यता इति वक्तुं शक्नुमः यत्र पतनत्वं पतनत्वम् अस्ति तत्र एव यत्र पतनत्वं पतनम् अस्ति यत्र यत्र पतनत्वम् अस्ति तत्र एव एषा कार्यता भवितुम् अर्हति एषा कार्यता भवितुम् अर्हति इत्यनेन पतनत्वम् अपि अवच्छेदकः लैक् अवच्छेदक अतः धर्मस्यापि तत्र अवच्छेदकत्वं वर्तते नाम तदपि अवच्छेदकरूपेण आगच्छति इति एवं च कारणतायां समवायसम्बन्धम् अत्र एवम् अत्र किम् उक्तं तत्र नाम यदि वयं तत्र आवश्यकम् अस्ति तस्य आवश्यकता कथम् इति अग्रे प्रदर्शयति एवं च कारणतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने आद्यपतनत्व अवच्छिन्नसमवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित किञ्चित् सम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति गुरुत्वलक्षणं स्यात् एवं च कारणतायां समवायसम्बन्ध कारणत्वं गुरुत्वं समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने समवायसम्बन्ध इति न वदामः चेत् नाम यथा उपरि आसीत् खलु अत्र एतद् वाक्यम् आसीत् खलु एतद् लक्षणवाक्यम् तस्मिन् वाक्ये यदि एषः भागः वदामश्चेत् तदा किं भवति तत्र आद्यपतन अवच्छिन्न समवायसम्बन्ध आद्यपतनत्व अवच्छिन्न यतोहि आद्यपतनत्वम् एव अवच्छेदकः आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न द्वयोः अपि सम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्ध अवच्छिन्नकारणता आश्रयत्वम् इति गुरुत्वलक्षणम् इति भवति आम् महोदय किञ्चित् अनुपादाने किञ्चित् सम्बन्ध इति नाम कः सम्बन्धः इति न वदामः केवलं किञ्चित् सम्बन्धः इति यदि वदामश्चेत् वदामः चेत् देन् तथा तद्वदेव देन् गुरुत्वलक्षणम् इति अस्ति. तथा सति तथा सति समवायीकारणे कन्दुके अतिव्याप्तिः. आम्, लक्ष्ये अपि भवति अतिलक्ष्ये अलक्ष्ये अपि भवति इति लैक् समवायिकारणे अपि च असमवायिकारणे अपि तथा अतिव्याप्ति भवति इति. हा, यतोहि तत्र यथा वयं पूर्वं दृष्टवन्तः तत्र घटः कपालः घटस्य समवायिकारणं, कपालसंयोगः असमवायिकारणम्. अत्र गुरुत्वम् इति असमवायिकारणम् अस्ति, किन्तु आद्यपतनं तत्र यदि वयं चिन्तयामः तत्र चित्रे फलम् इति आसीत् किन्तु कन्दुकम् इति स्वीकुर्मश्चेत् समवायिकारणं नाम आद्यपतनं कन्दुकस्य भवति इति चिन्तयामश्चेत् तर्हि तत्र यदि कारणतायाः सम्बन्धः कः इति न वदामश्चेत् तत्र तादृशसम्बन्धः अपि भवितुमर्हति. तथा अलक्ष्ये अपि आगच्छति अतिव्याप्तिः. तदेव अग्रिमवाक्यम् अस्ति तत्र. तत्र तादृशकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणतायाः सत्वात् सत्वात् नाम एतादृशी कारणकार्यता एव अस्ति किन्तु अत्र तादात्म्यसम्बन्ध अवच्छिन्नकारणता अत्र अस्ति. हा, तायाः सत्वात् सा कारणता तत्र अस्ति, कन्दुके अस्ति, अतः किञ्चित् इति एव वदामः किन्तु साक्षात् कः सम्बन्धः इति न वदामः. कन्दुके अतिव्याप्तिः भवति, तद् गुरुत्वलक्षणं न भवति. गुरुत्वमपि गुरुत्वे अपि तादृश आश्रयत्वम् अस्ति, कन्दुके अपि तादृश आश्रयत्वम् अस्ति, अतः समवायिकारणे अपि आश्रयत्वमस्ति, असमवायिकारणे अपि आश्रयत्वमस्ति, तर्हि अतिव्याप्तिदोषः भवति इति अस्ति. समीचीनं भगिनि, तत्र सर्वम् अवगतं खलु एतावत्? आम् आम् महोदय. आम् अस्तु अस्तु, तर्हि अग्रे तर्हि नीता भगिनी अग्रे पठति वा? आम्, कारणतायां कारणतायां समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु न अयं दोषः, यतोहि तन्निष्ठकारणता तादात्मेन अवच्छिन्ना न तु समवायेन इति. नाम कन्दुके कन्दुकः तत्र इदानीं तत्र चित्रे तत्र फलम् इति दर्शितं किन्तु अत्र कन्दुकः चिन्तयतु, गुरुत्वं कन्दुके वर्तते, आद्यपतनमपि कन्दुके वर्तते इति चिन्तयतु. तर्हि तत्र यदि किञ्चित् सम्बन्धावचिन्नकारणता इति वदामः तर्हि तत्र तादृशकारणता कन्दुके अपि वर्तते खलु, यतोहि कन्दुके कन्दुकः समवायिकारणमस्ति. आम् आम्, नाम कार्यता कार्यं सर्वदा समवायसम्बन्ध अवच्छिन्ना एव अस्ति. कार्यता आद्यपतनम् इति एव कार्यं तत्र समवायसम्बन्धेन अस्ति कन्दुके, किन्तु कारणं किञ्चित् इति वदामश्चेत् तत्र कारणं गुरुत्वमपि भवितुमर्हति, कन्दुकः अपि भवितुमर्हति, यतोहि कः सम्बन्धः इति न उक्तः. अतः अतिव्याप्तिः भवति, गुरुत्वस्य लक्षणं न भवति, यतोहि समवायिकारणे अपि तादृशकारणता वर्तते इति एतावत् उक्तं. नाम तत्र तादृशकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणतायाः सत्वात् कन्दुके सत्वात् कस्याः सत्वात्? कारणतायाः सत्वात्, कारणता अस्ति कन्दुके, कारणता तादृशी कारणता कन्दुके अस्ति इति कृत्वा. किन्तु तस्यां या कारणता कन्दुके अस्ति तस्यां कारणतायां किम् अस्ति? या कारणता कन्दुके अस्ति तस्यां तादात्म्यसम्बन्धावच्छिन्नकारणता कन्दुके अस्ति. कन्दुके अस्ति इदानीम् अधुना कारणतायां तादृशी या कारणता तस्यां समवायसम्बन्ध अवच्छिन्नत्वनिवेशे तु न अयं दोषः. अधुना कारणतायां यदि समवायसम्बन्ध अवच्छिन्नत्व इति एतस्य निवेशनं कुर्मः. समीचीनम्. इदानीं तत्र किञ्चित् इति किञ्चित् इति स्थले समवायः इति यदि योजयामः, अत्र समवायः इति योजयामः, समवायसम्बन्धावच्छिन्न त्व निवेशे तत्र यदि समवायः इति तत्र योजयामः तत्र दोषः भवति वा तदा कन्दुके अतिव्याप्तिः? तदा तत्र अतिव्याप्तिदोषः न सम्भवति इति, न अयं दोषः इति. न अयं दोषः किमर्थं? यतोहि तत् निष्ठकारणता तादात्मेन अवच्छिन्ना न तु समवायेन अवच्छिन्ना. तत्र कस्मिन् निष्ठा? तद्निष्ठकारणता, कारणता इत्युक्ते तद् गुरुत्वं, तद्निष्ठकारणता तादात्म्येन अवच्छिन्ना न तु समवायेन. न तत्र अत्र गुरुत्वस्य लक्षणं नाम तत्र चित्रं लिखामः, तत्र गुरुत्वं पतनमिति कार्यं, गुरुत्वमिति कारणम्, अनन्तरं तत् कन्दुकं, कन्दुकः इति अधिकरणं, कन्दुकः इति अधिकरणः. अधुना तत्र कन्दुकः इति लिखामः यतोहि कन्दुकः अपि पतनस्य कारणमस्ति, गुरुत्वमपि पतनस्य कारणमस्ति खलु. कन्दुकं कीदृशं कारणमस्ति पतनस्य? कन्दुकः इति पतनस्य असमवायिकारणम्? न समवायि न केवलं समवायि. कन्दुकः स्वस्मिन् तादात्म्येन स्थित्वा पतनं जनयति. अस्तु, असमवायिकारणं. गुरुत्वं समवायसम्बन्धेन अधिकरणे स्थित्वा समवायसम्बन्धेन पतनं जनयति, तदपि असमवायिकारणं. गुरुत्वम् एतत् असमवायिकारणम्, एतत् समवायिकारणं, समवायिकारणम्. इदानीम् अत्र सम्बन्धः अस्ति तादात्म्यं, यथा भवती उक्तं तादात्म्यम् अत्र अस्ति समवायः खलु. तर्हि अत्र एतत् कारणमस्ति, एतदपि कारणमस्ति, अत्र कारणता केन अवच्छिन्ना? अत्र कारणता तादात्म्यसम्बन्धावच्छिन्ना, कन्दुकनिष्ठकारणता तादात्म्यसम्बन्धावच्छिन्ना. गुरुत्वनिष्ठकारणता कीदृशी? गुरुत्वनिष्ठकारणता समवायसम्बन्धावच्छिन्ना अस्ति खलु. अतः तत्र वयं गुरुत्वस्य गुरुत्वे कीदृशं कारणत्वम् इति वक्तुम् इच्छामः. केवलं गुरुत्वे तादृशी कारणता भवेत्, अन्यत्र न भवेत्. अतः यदि वयं समवायः इति वदामः, अत्र समवायसम्बन्धावच्छिन्नकारणता इति वदामः, तर्हि समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे अस्ति खलु? समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे अस्ति. अस्ति खलु अस्ति गुरुत्वे अस्ति गुरुत्वं कारणमस्ति तत् कारणं समवायसम्बन्धेन अधिकरणे अस्ति अतः कारणता समवायसम्बन्ध कारणतायाः आश्रयं गुरुत्वम् इति गुरुत्वं तर्हि गुरुत्वे या कारणता अस्ति सा कारणता समवायसम्बन्धावच्छिन्ना कारणता अस्ति खलु इदानीं कन्दुके अपि कारणता अस्ति सा कारणता समवायसम्बन्धावच्छिन्नकारणता अस्ति वा न तादात्म्यसम्बन्धावच्छिन्नकारणता इति अस्ति अतः तत्र यदि वयं समवायः इति योजयामः अत्र तर्हि केवलं गुरुत्वम् इति एव तत्र सम्यक् भवति कन्दुकम् इति अत्र न गच्छति आगच्छति खलु अस्तु अस्तु अत्र अतिव्याप्तिः न भवति हा नाम यदि वयं समवायसम्बन्धावच्छिन्नत्वनिवेशे केवलं किञ्चित् इति न वदामः समवायसम्बन्धावच्छिन्नकारणता आश्रयत्वम् इति वदामः तदा कन्दुकः इति तत्र नागच्छति दोषः अतिव्याप्तिदोषः न भवति केवलं किञ्चित् इति वदामश्चेत् कन्दुके अपि कारणता वर्तते गुरुत्वे अपि कारणता वर्तते इत्युक्ते तत्र यतोहि तन्निष्ठकारणता तादात्म्येन अवच्छिन्ना इदानीं तन्निष्ठा इति यतोहि कन्दुके अतिव्याप्तिः इति उक्तं कन्दुके अतिव्याप्तिः भवति यदि वयं तद् किञ्चित् इति वदामः तदा कन्दुके अतिव्याप्तिः भवति यदि समवायः इति वदामः तदा दोषः न भवति नाम कन्दुके अतिव्याप्तिः नास्ति किमर्थं किमर्थं यतोहि तन्निष्ठकारणता नाम कन्दुके निष्ठकारणता अस्तु हा कन्दुके निष्ठकारणता तादात्म्येन अवच्छेदेन अवच्छिन्ना अस्ति तस्याः अवच्छेदकं तादात्म्यसम्बन्ध इति अत्र यतोहि इति उक्तं खलु नाम तत्र अतिव्याप्तिः न भवति न अयं दोषः नाम अतिव्याप्तिदोषः अत्र न भवति किमर्थं यतोहि तन्निष्ठा नाम कन्दुके अतिव्याप्तिः आसीत् अतः कन्दुके निष्ठा कारणता तादात्म्येन अवच्छिन्ना अस्ति न तु समवायेन तत्र अवच्छेदकसमवाय इति नास्ति तादात्म्येव अवच्छेदक सम्बन्धः एव अवच्छेदक समवायः यदि समवायः इति योजयामः तर्हि अतिव्याप्तिदोषः न भवति न भवति यत् वयम् आदौ दृष्टवन्तः उदाहरणे सः एव विषयः अत्रापि नाम तत्र यदि समवायसम्बन्धावच्छिन्नकारणता इति न वदामः तर्हि अतिव्याप्तिदोषः भवति असमवायिकारणमपि अस्ति समवायिकारणमपि तत्र आगच्छति किन्तु समवायसम्बन्धावच्छिन्नकारणता इति यदि वदामः तदा केवलम् असमवायिकारणमेव लक्ष्यं भवति तादृशी कारणता केवलम् असमवायिकारणे एव भवति इति एव अस्तु समीचीनं अस्तु इदानीं अस्तु तत्र इदानीं तत्र मूलप्रश्नः यत् उक्तं तस्य तस्मिन् विषये तत्र करपत्रम् अस्तु तर्हि तत्र समीचीनं धन्यवादः भगिनि मृणाली भगिनी इदानीं तत्र करपत्रस्य उद्घाटनं कुर्मः तर्हि आद्यपतन असमवायिकारणं गुरुत्वम् असमवायिकारणं किम् असमवायिकारणस्य लक्षणद्वयम् अस्ति समवायसम्बन्धावच्छिन्नकारणत्वम् इति एकं समवायसम्बन्धावच्छिन्नकारणत्वम् इति द्वितीयम् अत्र प्रथमं लक्षणं ग्राह्यं गुरुत्वलक्षणे आद्यपतनसमवायिकारणम् इत्यस्ति आद्यपतन असमवायिकारणम् इति अस्ति आद्यपतन असमवायिकारणम् इत्यस्ति तर्हि कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः कारणता अवच्छेदकसम्बन्धोऽपि समवायसम्बन्धो भवति असमवायिकारणे गुरुत्वे सर्वं स्पष्टं स्यात् किन्तु एकवारं वदतु आद्यपतन असमवायिकारणं भवति गुरुत्वं तर्हि असमवायिकारणम् आद्यपतनस्य असमवायिकारणं गुरुत्वम् अस्ति खलु आम् आद्यपतनस्य असमवायिकारणं गुरुत्वम् आं सम्यक् तर्हि असमवायिकारणस्य लक्षणद्वयम् असमवायिकारणस्य लक्षणद्वयम् अस्ति अस्तु तर्हि तत्र कार्यकारणं तत्र निरूपणं भवति भवति किल कारणं सत्यं वा कारणं सदा समवायसम्बन्धेन वर्तते कारणं सर्वदा तत्र अस्तु अस्तु तत्र कारणं तत्र अस्तु तत्र परन्तु कार्यं तादात्म्य भवेत् वा समवायसम्बन्धे भवत् किल न न कारणं कारणं तत्र कारणं समवायसम्बन्धेन वर्तते चेत् न अस्तु तत्र कारणं तादात्म्यसम्बन्धेन अस्ति चेत् तदस्ति समवायिकारणं खलु यत्र कारणे किल आम् कारणे आमाम् आम् तर्हि कारणं किन्तु अत्र समवायिकारणम् इति नास्ति अत्र तर्हि समवायिकारणम् असमवायिकारणं भिन्नं समवायिकारणे कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते किन्तु अत्र सः विषयः नास्ति समवायिकारणम् इति विषयः नास्ति विषयः अस्ति असमवायिकारणं तत्र असमवायिकारणस्य अपि लक्षणद्वयम् अस्ति इति उक्तं तत् एकवारं पठामः तर्हि लक्षणद्वयं समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणत्वम् इति एकम् एतत् परिचितमस्ति वा परिचितलक्षणम् अस्ति वा यथा वयं दृष्टवन्तः खलु नाम कपालसंयोगः घटं जनयति कपालसंयोगः समवायसम्बन्धेन कपाले वर्तते घटः अपि समवायसम्बन्धेन घटे वर्तते कार्यतायाः अवच्छेदकः अस्ति समवायसम्बन्धः कारणतायाः अवच्छेदकः अपि अस्ति समवायसम्बन्धः खलु तत्र प्रथमं लक्षणं परिचितमस्ति बहुवारं वयम् इदानीं दृष्टवन्तः खलु एतत् किन्तु द्वितीयमपि वर्तते एकवारं पठतु समवायसम्बन्धावच्छिन्न कार्यतानिरूपित स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्न कारणत्वम् इति द्वितीयम् अतः तत्र तदपि लक्षणमस्ति असमवायिकारणस्य किन्तु एतत् इदानीं तद् मास्तु यतोहि तत्र वयं पूर्वं दृष्टवन्तः असमवायिकारणस्य द्वैविध्यम् अस्ति असमवायिकारणं तत्र तस्य द्विविधा वर्तते नाम प्रथमविध असमवायिकारणं द्वितीयविध असमवायिकारणम् इति पूर्वं पठितवन्तः वयं किन्तु अतः तत्र इदानीम् अस्माकं विषये प्रथमविधसमवाय असमवायिकारणमेव आवश्यकम् अतः द्वितीयस्य लक्षणं यदुक्तम् इदानीं मास्तु केवलं लक्षणवाक्यम् अस्ति इति चिन्तयामः अग्रे सरामः नो चेत् मनसि क्लेशः भवति द्वितीयविध असमवायिकारणं किम् इति इदानीं मास्तु तत्र प्रथमस्य लक्षणमेव इदानीम् आवश्यकं करपत्रस्य पठनस्य अनन्तरं यदि इच्छा अस्ति चेत् तत्र किम् आसीत् द्वितीयविध असमवायिकारणमिति यदि इच्छा अस्ति चेत् तदा अभिरुचिः अस्ति चेत् पुनः तस्य पुनः स्मरणं कुर्मः अन्ते किन्तु आरम्भे मास्तु, तदा क्लेशः भवति. अत्र प्रथमं लक्ष्यं ग्राह्यं, तदेव अत्र आवश्यकम्. इदानीं गुरुत्वलक्षणे, गुरुत्वलक्षणे आद्यपतनसमवायिकारणम् इत्यस्ति. सम्यक्, आद्यपतनस्य असमवायिकारणम् इति अस्ति. आद्यपतनस्य असमवायिकारणम् इति अस्ति गुरुत्वलक्षणे. तर्हि कार्यतावच्छेदकसम्बन्धः, कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः. सत्यं, कारणतावच्छेदकसम्बन्धोऽपि समवायसम्बन्धो भवति, भवति असमवायिकारणे गुरुत्वे. गुरुत्वम् इति कारणं समवायसम्बन्धेन यथा फले वर्तते, तद्वत् कार्यमपि समवायसम्बन्धेन कार्यम्, अत्र आद्यपत्रम् इति कार्यमपि समवायसम्बन्धेन फले वर्तते. गुरुत्वम् असमवायिकारणम् अस्ति आद्यपतनस्य. समीचीनं भगिनि. अतः तत्र कार्यमस्ति आद्यपतनं, कारणम् अस्ति गुरुत्वं, गुरुत्वम् आद्यपतनस्य असमवायिकारणं. तत्र प्रथमविध असमवायिकारणम् इति अस्ति, किन्तु इदानीं द्वितीयविध मास्तु इति कृत्वा केवलम् असमवायिकारणम् इति वदामः, तावदेव. अस्तु, समीचीनम्. इदानीं तत्र अग्रे, तत्र अग्रिमे वर्गे पश्यामः तत्र तत्र किं विद्याधर्यं यदुक्तं तत्र प्रयोजनम् अस्ति वा इति. तत्र इति अग्रिमे सप्ताहे पश्यामः तत्र. अत्र आद्यपतनम्, आद्यपतनम् इति तु किं वदामः, कार्यमस्ति किल. सत्यं, तदपि खले वर्तते. गुरुत्वम् इति गुण किल, गुरुत्वम्. आम्, सत्यं सत्यं. तर्हि अत्र गुणगुणिनोः समवायसम्बन्धः तथा क्रियाक्रियावतोः समवायसम्बन्धः. सत्यम्, अतः एव समीचीनं भगिनि. अतः एव तत्र सम्बन्धद्वयमपि समवायः इति अस्ति. सत्यं, समीचीनं भगिनि. अतः एतत्तु असमवायिकारणमस्ति. कन्दुकः अथवा फलमेव समवायिकारणं भवति द्वयोः. गुरुत्वस्य अपि समवायिकारणं कन्दुकः अथवा फलं, पतनस्य अपि समवायिकारणं भवति फलम् अथवा कन्दुकं, कन्दुकः. अत्र गुरुत्वं फले विद्यमानं गुरुत्वं. सम्यक्, तर्हि फलमेव समवायिकारणमस्ति. पतनस्य अपि समवायिकारणं फलमस्ति, गुरुत्वस्य अपि समवायिकारणं फलमस्ति. यतोहि द्रव्यं, द्रव्यमेव तत्र समवायिकारणं भवितुम् अर्हति. आचार्य, अत्र तद् दलसार्थक्यं, तत् पदस्य अर्थः सम्यक्तया न अवगतः. दलसार्थक्यम् इति दलसार्थक्यं नाम, दलसार्थक्यं नाम तत्र यदि तत्र वयं वदामः तत्र, अस्तु तत्र सः, अस्तु तत्र, तत्र वायोः लक्षणे तत्र आसीत् तत्र रूपरहितः स्पर्शवान् इति. नाम वायुः, वायौ रूपं नास्ति किन्तु स्पर्शः अस्ति इति. तत्र विशेषणद्वयम् अथवा पदद्वयम् इति चिन्तयतु. रूपरहितः वायुः, स्पर्शवान् वायुः. तर्हि रूपरहितः स्पर्शवान् वायुः इति लक्षणवाक्यम्. तर्हि तत्र लक्षणे पदद्वयम् अस्ति, रूपरहितः, स्पर्शवान्. यदि केवलं स्पर्शवान् इति वदामः तर्हि स्पर्शः तत्र किं, पृथिव्यामपि अस्ति खलु. तर्हि तत्र केवलं स्पर्शवान् वायुः इति लक्षणम् इति स्वीकुर्मश्चेत्, वायोः लक्षणं स्पर्शवान् इति स्वीकुर्मश्चेत् तत् तत्र दोषः अस्ति. अतिव्याप्तिदोषः पृथिवी अपि स्पर्शवती अस्ति अतः स्पर्शः पृथिव्यामपि वर्तते अतः एकं दलं तेन न पर्याप्तम् अतः रूपरहितः इति अपि आवश्यकम् अस्ति केवलं रूपरहितः इति चिन्तयामश्चेत् वायोः लक्षणं रूपं वायो नास्ति सत्यं किन्तु रूपम् आकाशे नास्ति मनसि नास्ति खलु अतः रूपरहितः इति केवलं तद् वायोः लक्षणम् इति चिन्तयामश्चेत् अपि अतिव्याप्तिदोषः भवति अतः रूपरहितः अपि आवश्यकं स्पर्शवान् इति अपि आवश्यकम् अतः विशेषणद्वयमपि आवश्यकम् अतः तदा एव रूपरहितः यः अस्ति अपि सः यः रूपरहितः अस्ति अपि स्पर्शवान् अस्ति सः वायुः केवलं वायुः अस्ति अतः एतादृशचिन्तनं दलसार्थक्यम् इति वदामः आम् आम् तत्तु स्मरामि तत् वयं दृष्टवन्तः परन्तु अत्र इत्युक्ते अनेन करपत्रेण वयं किं साधयितुम् इच्छामः इति मनसि आगच्छति अत्र समवायसम्बन्ध अवच्छिन्न इति पदम् आवश्यकं वा इति चिन्तनं नाम केवलं गुरुत्वस्य लक्षणं यदि वयं वदामः आद्यपदननिष्ठ कार्यतानिरूपितकारणतायाः आश्रयत्वम् इति यदि वदामः तत् केवलं गुरुत्वे भवति वा इति प्रश्नः अस्तु इत्युक्ते तत्र यत् करपत्र अस्माकं पुस्तके अस्ति तत् इतोपि तत्र इन् डिटेल् मध्ये कथं भवति अस्तु तदेव अस्ति अस्तु अस्तु अतः तत्र प्रायशः तत्र किञ्चित् अग्रे पठित्वा एतस्य उद्घाटनं कर्तव्यम् आसीत् इति मन्ये किन्तु तत्र तत्र पुट पेज् कथा गच्छति इति कृत्वा तत्र अहं प्रायशः न कृतवान् नाम सम्पूर्णपुटं पठित्वा इति न तत्र प्रायशः तत्र किञ्चित् पठित्वा अग्रिमे पुटे अपि किञ्चित् पठित्वा तदनन्तरं करपत्रं पठामश्चेत् समीचीनं भवति किन्तु एतदपि समीचीनमेव अस्ति इति मन्ये न योग्यमस्ति परन्तु दलसार्थक्यं तु वयं साधितवन्तः पूर्वे अपि वयं दृष्टवन्तः अधुना वयं किं अस्माकं साध्यं किम् इति तावत् केवलं तत्र समवायसम्बन्धावच्छिन्ना इति त्यक्तुं शक्नुमः न वा इति प्रश्नः तावदेव अस्तु नाम लघुप्रश्नः इति भाति किन्तु एतादृशचिन्तनं न्यायशास्त्रे सर्वत्र वर्तते सर्वत्र चिन्तनमस्ति तस्य आवश्यकता वर्तते न वा यदि न आवश्यकं त्यजतु इति लाघवन्तम् अतः करपत्रस्य तु प्रयोजनं लाभाय एव अस्ति तत् वयं सूक्ष्मतया विषयस्य न केवलं तत्र यत् यः प्रश्नः पुस्तके अपि उद्घाटितः नाम तत्र त्यजामः न वा इति तस्य आवश्यकता अस्ति न वा इति तत्र एतत् केवलम् उदाहरणरूपेण अत्र स्वीकृतम् अन्यत्रापि एतादृशचिन्तनं कर्तुं शक्नुमः किन्तु पुस्तके तादृशं न कृतं केवलम् एतत् उदाहरणं दत्तं तावदेव अतः तत्र तस्मिन् विषये किञ्चित् चिन्तनं कृत्वा अग्रे सरामः अन्यत्र सर्वत्रापि प्रायशः चिन्तनस्य आवश्यकता भवेत् किन्तु छात्राः कुर्वन्ति इति तत्र अपेक्षा तत्र इति चिन्तनं तेषाम् अस्ति इच्छा अस्ति अन्यत्र अस्तु समीचीनम् धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः धन्यवादः धन्यवादः महोदय नमस्कारः धन्यवादः भगिनी नमस्कारः